ॐ कृणुष्व पायः प्रसितिन्न पृथ्वीं याहिराजेवामवइभेन तृष्वीमनुप्रसितिन्द्रूणान अस्तासि विद्यरक्षसस्तपिष्ठैः तव भ्रमास आशुया पतन्ति अनुस्पृशधृषदाशोषु च न तपूंष्यग्ने जिह्वा पतङ्गान् असन्दितो विसृजविश्वगुल्काः प्रतिस्पशो विसृजतूर्णितमः भवापायुर्विशो अस्या अदब्ध यो नो दूरे अघशं सोयो अन्ति अग्ने माघिष्टे व्यधिरादधर्षील् उदग्ने तिष्ठप्रत्यातनुष्व न्या अमित्र ओषतात्तिग्महेते यो नो अरातिं समिधानचक्रे नीचातन्धक्षतसन्नशुष्कम् ऊर्ध्वोभवप्रतिविद्याध्यस्मल् आविष्कृणुष्वदैव्यान्यग्ने अवस्थिरा तनुहि यातु यूनां जामिमजामिं प्रमृणीहि शत्रून् सतेजानादिसुमदीयविष्ठ य इव ते ब्रह्मणे गातुमैरल् विश्वान्यस्मै सुदिनानि राय द्युम्नान्यर्यो विदुरो अभिद्यौल् सेदग्ने अस्तु सुभगसुदानु यस्त्वा नित्येन हविषाय उक्थैः पिप्रीषदि स्व आयुषि दुरोणे विश्वेदस्मै सुदिना सासदिष्टि अर्चामि ते सुमतिङ्घोष्यर्वाक् सन्ते वावाताजरतामियङ्गी स्वश्वास्त्वा सुरथामर्जयेम अस्मे क्षत्राणि धारयेरनुद्यून् इह त्वा भूर्याचरेतु पद्मन् दोषावस्तर्दीदिवांसमनुद्यून् क्रीळन्तस्त्वा सुमनसः सपेम अभिद्युम्नाथस्थिवांसो जनानां यस्त्वा स्वश्वसुहिरण्यो अग्ने उपयादिवसुमता रथेन तस्य त्राता भवसि तस्य सखा यस्त आतिथ्यमानुषग्युजोषल् महोरुजामि बन्धुतावचोभिः तन्मा पितुर्गोतमादन्वियाय त्वन्नो अस्य वजसश्चिगिद्धि होदर्यविष्ठसुक्रतोदमूना अस्वप्नजस्तरणयः सुषेवा अदन्द्रासो मृगा अश्रमिष्ठा ते पायवः सध्रञ्जो निषद्य अग्ने तवनः पान्त्वमूर ये पायवो मामतेयन्ते अग्ने पश्यन्तो अन्धं दुरितादरक्षन् ररक्षतां स्तुकृतो विश्ववेदा दिप्सन्त इत्रिपवो नाहदेभुः त्वया वयं सधन्या अस्तोदा तव प्रणीत्यश्यामवाजान् उभाशंसासूदयसत्यताते अनुष्ठुया कृणु ह्यह्रयाण अयाते अग्ने समिधा विधेम प्रतिस्तोमं शस्यमानं गृभाय दहाशसो रक्षसा पाह्या अस्मान् द्रुहो निदो मित्रमहो अवद्याल् विरामस्थावल्।